पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायम् 18 भीष्म उवाच अत्यद्भुतमिदं ब्रह्मन् श्रुतवानस्मि तत्त्वदः अभिषेकं तु गायत्र्या सदस्यत्र तथा कृतं विरोधं चैव सावित्र्या शापदानं तथा कृतम् विष्णुना च यथा देवी सर्वस्थानेषु कीर्तिता गायत्री चापि रुद्रेण स्तुता च वरवर्णिनी तं श्रुत्वा प्रतिमात्मानं विस्तरेण पितामहं प्रहृष्टानि च रोमाणि प्रशान्तं च मनो मम श्रुत्वा मे परमाप्रीतिकौतूहलमथैव हि नारायणस्तु भगवान् कृत्वा तां परमां च वै ब्रह्मपत्न्यास्तुतिं भक्त्यान्यस्यदां पर्वतोपरि उवाच वचनं विष्णुस्तुष्टिपुष्टिप्रदायकं श्रीमति ह्रीमति चैव याजदेवीश्वरी तथा यददेव श्रुतं ब्रह्मं तव वक्त्राद्विनिसृतम् उत्तरं तत्र यद्भूतं यच्च तस्मिन् स्थले कृतम् आनुपूर्व्या च तत्सर्वं भगवान् वक्तुमर्हति श्रुतेन मे देहशुद्धिर्भविष्यदि न संशयः पुलस्त्य उवाच यच तः पुष्करे तस्य देवस्य परमेष्टिनः शृणु राजन्निदं चित्रं पूर्वमेव यथा कृतम् आदौ कृतयुगे तस्मिन्यजमाने पितामहे मरीजिरङ्गिराश्चैव पुलस्त्य पुलः क्रतुः दक्षप्रजापतिश्चैव नमस्कारं प्रचक्रिरे विद्योदमाना पुरुषा सर्वाभरणभूषिताः उपनृत्यन्ति देवेशं विष्णुमप्सरसां गणाः ततो गन्धर्वतूर्यैस्तु प्रदिनन्द्यविहायसि बहुभिः सह गन्धर्वै प्रकायति च तुम्बुरुः महाश्रुतिश्चित्रसेन ऊर्णायुरनखस्तथा गोमायुः सूर्यवर्चाश्च सोमवर्चाश्च कौरव युगपच्चतृणायुश्च नन्दिश्चित्ररथस्तद्धा त्रयोदश शालिशिरा पर्जन्यश्च चतुर्दशः कलिपञ्चदशश्चात्र तारकश्चात्र षोडशः हहाहूहुश्च गन्धर्वो हंसश्चैव महाद्युतिः इत्येते देवगन्धर्वा उपगायन्ति ते विभुं तथैवाप्सरसो दिव्या उपनृत्यन्ति तं विभुं धातार्यमा च सविता वरुणोऽंशो भगस्तथा इन्द्रो विवस्वान् पूषा च त्वष्टा पर्जन्य एव च इत्येते द्वादशादित्या ज्वलन्तो दीप्ततेजसः चक्रुरस्मिन् सुरेशाश्च नमस्कारं पितामहे मृगव्याधश्च सर्वश्च निरृतिश्च महायशाः अजैकपादहिर्बुध्न्यः पिनाकी चापराजिता भवो विश्वेश्वरश्चैव कपर्दी च विशाम्पदे स्थाणुर्भगश्च भगवान् रुद्रास्तत्रावदस्थिरे अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः विश्वे देवाश्च साध्याश्च तस्मै प्राञ्जलयस्थिताः शेषाद्यास्तु महानागा वासुकिप्रमुखाभयः काश्यभकम्पलश्चापि तक्षकश्च महाबलः यदे नागा महात्मानस्तस्मै प्राञ्जलयस्थिताः तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः वारुणिश्चैवारुणिश्च वैनदेया व्यवस्थिताः नारायणश्च भगवान् स्वयमागत्य लोकवान् प्राहलोकगुरुं श्रीमान् सह सर्वैर्महर्षिभिः त्वया तदमिदं सर्वं त्वया सृष्टं जगत्पदे तस्माल्लोकेश्वरश्चासि पद्मयोने नमोऽस्तु ते यदत्र ते मया कार्यं कर्तव्यं च तदा दिश एवं प्रोवाच भगवान् सार्धं देवर्षिभिप्रभुः नमस्कृत्य सुरेशाय ब्रह्मणे व्यक्तजन्मने स च तत्र स्थितो ब्रह्म तेजसा भासयन् दिशः श्रीवत्सलोमसञ्चन्नो हेमसूत्रेण राजद सुरर्षिप्रतिमः श्रीमान् स्वयम्भूर्भूतभावनः शुचिरो महावक्षाः सर्वतेजोमयप्रभुः योगधिपुण्यशीलानामगधिपापकर्मणां योगसिद्धा महात्मानो यं विदुर्लोकमुत्तमं यस्याष्टङ्गुणमैश्वर्यं यमाहुर्देवसत्तमम् यं प्राप्य शाश्वतं विप्रानियता मोक्षकाङ्क्षिणः जन्मनो मरणाच्चैव मुच्यन्ते योगभाविताः यदे तत्तप इत्याहुः सर्वाश्रमनिवासिनः सेवं सेवं यदाहार दुश्चरं व्रतमास्थिताः यो नन्द इति नागेषु प्रोच्यते सर्वयोगिभिः सहस्रमूर्धा रक्ताक्षशेषादिभिरनुत्तमैः यो यज्ञ इति विप्रेम्दैरिज्यते स्वर्गलिप्सुभिः नानास्थानगतिश्रीमानेककविरनुत्तमाः यं देवं वेति वेतारं यज्ञभागप्रदायिनं वृषाग्निसूर्यचन्द्राक्षं देवमाकाशविग्रहं तं प्रपद्यामहे देवं भगवन् शरणार्थिनः शरण्यं शरणं देवं सर्वदेवभवोद्भवं ऋषीणां चैव स्रष्टारं लोकानां च सुरेश्वरं प्रियार्थं चैव देवानां सर्वस्य जगतस्थितौ कव्यं पितॄणामुचितं सुराणां भव्यमुत्तमं येन प्रवर्तितं सर्तं नतास्मसुरोत्तमं त्रेधाग्निनादु यजता देवेन परमेष्टिना यथा सृष्टिकृता पूर्वं यज्ञसृष्टिस्तदा पुनः तथा ब्रह्माप्यनन्देन लोकानां स्थितिकारिणा अन्वास्यमानो भगवान् वृद्धोऽप्यथ च बुद्धिमान् यज्ञवाडमचिन्त्यात्मा गतस्तत्र पितामहः धनाढ्यैर्ऋत्विजैः पूर्णं सदस्यैः परिपालितम् गृहीतचापेन तथा विष्णुना प्रभविष्णुना दैत्यदानवराजानो राक्षसानां गणास्थिताः आत्मानमात्मना चैव चिन्तयामास वैधृतं चिन्तयित्वा यथा तत्त्वं यज्ञं यज्ञसनातनः वरणं तत्र भगवान् कारयामास ऋत्विजां भृग्वाद्या ऋत्विजश्चापि यज्ञकर्मविचक्षणाः चक्रुर्बह्वृजमुख्यैश्च प्रोक्तं पुण्यं यदक्षरं शुश्रुवुस्ते मुनिश्रेष्ठा वितते तत्र कर्मणि यज्ञविद्या वेदविद्या पदक्रमविदां तथा कोशेण परमर्षीणां सा बभूव निनादिना यज्ञसंस्तरविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः शब्दनिर्वचनार्थज्ञैः सर्वविद्याविशारदैः मीमांसाहेतुवाक्यज्ञैः कृता नानाविधा मुखे तत्र तत्र च राजेन्द्रनियतान् संसिद्धव्रतान् जपहोमपरान्मुख्यान् ददृश्युस्तत्र वै द्विजान् यज्ञभूमौ स्थितस्तस्यां ब्रह्मा लोकपितामहः सुरासुरगुरुश्रीमान् सेव्यमानः सुरासुरैः उपासते च तत्रैनं प्रजानां पदय प्रभुं दक्षो वसिष्ठपुलहो मरीचिश्च द्विजोत्तमः अङ्गिरा भृगुरत्रिश्च गौतमो नारदस्तथा विद्यामानमन्तरिक्षं वायुस्तेजो जलं महि शब्दस्पर्शश्च रूपं च रसो गन्धस्तथैव च विकृतश्च विकारश्च यच्चान्यत्कारणं महद ऋग्यजुः सामाथर्वाख्यो वेदाश्चत्वार एव च शब्दशिक्षानिरुक्तं च कल्पश्चन्धः समन्विताः आयुर्वेदधनुर्वेदौ मीमांसागणितं तथा हस्त्यश्वज्ञानसहिता इतिहाससमन्विताः ये दैरङ्गैरुपाङ्गैश्च वेदाः सर्वे विभूषिताः उपासदे महात्मानं सहोङ्कारं पितामहं तपश्चक्रतवश्चैव सङ्कल्पः प्राण एव च एते चान्ये च बहवः पितामहमुपास्थिताः अर्धो धर्मश्च कामश्च द्वेषो हर्षश्च सर्वदा शुक्रो बृहस्पतिश्चैव संवर्तो बुध एव च शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च मरुदो विश्वकर्मा च पितरश्चापि भारत दिवाकरश्च सोमश्च ब्रह्माणं पर्युपासदे गायत्री दुर्गतरणी वाणी सप्तविधा तथा अक्षराणि च सर्वाणि नक्षत्राणि तथैव च भाष्याणि सर्वशास्त्राणि देहवन्दिविशाम्पदे क्षणालवा मुहूर्ताश्च दिनं रात्रिस्तथैव च अर्धमासाश्च मासाश्च क्रतवः सर्व एव च उपासदे महात्मानं ब्रह्माणं दैवतैः सह अन्याश्च देव्यः प्रवरा ह्रीकीर्तिर्द्युदिरेव च प्रभा धृदिः क्षमा भूतिर्निधिर्विद्यामधिस्तथा श्रुतिस्मृतिस्तथा क्षान्तिः शान्तिः पुष्टिस्तथा क्रिया सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः उपतिष्ठन्ति ब्रह्माणं सर्वास्ता देवमादरः विप्रचित्तिशिभिशङ्गुरायः शङ्गुस्तथैव च वेगवान् केतुमानुग्रहसोऽग्रो व्यग्रो महासुरः पजिकपुष्करश्चैव साम्भोश्वपदिरेव च प्रह्लादोध बलिकुम्भः संह्रादो गगनप्रियः अनुह्रादो हरिहरौ वराहश्च कुशोरजः योनिभक्षो वृषपर्वलिङ्गभक्षोऽध वै गुरुः निःप्रभः सप्रभश्रीमांस्तथैव च निरूदरः एकचक्रो महाचक्रो द्विचक्रकुलसम्भवः शरभशैलभश्चैव क्रपधक्रापधक्रथः बृहद्वांतिर्महाजिह्वशङ्कुकर्णो महाध्वनिः दीर्घजिह्वोर्कनयनो मृडकायो मृडप्रियः वायुर्गरिष्ठो नमुचे शम्बरो विज्वरो विभुः विश्वक्सेनश्चन्द्रहर्ता क्रोधवर्धन एव च कालकलकान्तश्च कुण्डदः समरप्रियः गरिष्ठश्च वरिष्ठश्च प्रलम्बो नरकप्रधुः इन्द्रतापनवातापि केतुमान् बलदर्पितः असिलोमासुलोमाज बाष्कलिप्रमदो मदः सृकालवदनश्चैव केशी च शरदस्तथा एकाक्षश्चैव राहुश्च वृत्रक्रोधविमोक्षणः एते च न्यज बहवो दानवा बलवर्धनाः ब्रह्माणं पर्युपासन्द वाक्यं चेदमधोचिरे त्वया सृष्टास्म भगवं त्रैलोक्यं भवदाहिनः दत्तं सुरवरश्रेष्ठ देवेभ्यधिका कृताः भगवन्निह किं कुर्मो यज्ञे तव पिधामः यद्धिदं तद्वदास्माकं समर्था कार्यनिर्णये किमेभिस्ते वराकैश्च अतिदेर्गर्भसम्भवैः देवतैर्निहतैः सर्वैः पराभूतैश्च सर्वदा पितामहोऽसि सर्वेषामस्माकं दैवतैः सह तव यज्ञसमाप्तौ च पुनरस्मासु दैवतैः श्रियं प्रतिविरोधश्च भविष्यति न संशयः इदानीं प्रेक्षणं कुर्मः सहिता सर्वदानवैः पुलस्त्य उवाच सगर्वं तु वचस्तेषां श्रुत्वा देवो जनार्दनः चक्रेण सहिदशम्भुमिदमाह महायशाः विघ्नं प्रकर्तुं वैरुद्र आयादा धनुपुङ्गवाः ब्रह्मणामन्त्रिताश्चेह विघ्नार्थं प्रयतन्ति ते अस्माभिस्तु क्षमाकार्या यावद्यज्ञः समाप्यते समाप्ते दुःप्रदावस्मिन् युद्धं कार्यं दिवौकसां यथा निर्धनवभूमिस्तथा कार्यं त्वया विभो जयार्थं चेहचक्रस्य भवता च मया सह द्विजानां परिवेष्टारो मरुदपरिकल्पिताः दानवानां धनं यच्च गृहीत्वा तद्यजामहे अत्रागतेषु विप्रेषु दुःखितेषु जनेष्विह व्ययं तस्य करिष्यामो दासभावे निवेशिताः वदन्तमेवं तं विष्णुं ब्रह्मा वचनमब्रवीत् ये दे धनुसुधा क्रुद्धा युष्माकं कोपनेप्सिताः भवता च क्षमाकार्य रुद्रेण सह दैवतैः कृते युगावसाने तु समाप्तिं चक्रदौ गदे मया च प्रषिदा यूयमेते च धनुपुङ्गवाः सन्धिर्वा विग्रहो वापि सर्वै कार्यस्तथैव हि पुलस्त्य उवाच पुनस्तान् दानवान् ब्रह्म वाक्यमाह स्वयं प्रभुः दानवैर्णविरोधोऽत्र यज्ञे मम कथं च न मैत्रभावस्थिदा यूयमस्मत्कार्ये च नित्यशः दानवा ऊजुः सर्वमेतत् करिष्याम शासनं ते पिदामः अस्माकमनुजा देव भयं तेषां न विद्यते कुलस्य उवाच यदच्छ्रुत्वा तदा तेषां परितुष्टपितामहः मुहूर्तं तिष्ठतां तेषां ऋषिकोटिरुपागता श्रुत्वा वैदामहं यज्ञं तेषां पूजां तु केशवः आसनानि ददौ तेषां तदा देवः पिनाकधृद वसिष्ठोर्घं ददौ तेषां ब्रह्मणा परिचोदितः गामर्थं च ततो दत्त्वा पृष्ट्वा कुशलमव्ययं निवेशं पुष्करे दत्त्वा स्थीयतामिति चाब्रवीद ततस्ते ऋषयः सर्वे जडाजिनधरास्तथा शोभयन्तः सरश्रेष्ठं गङ्गामिव दिवौकसः मुण्ढा काषायिणश्चैके दीर्घश्मश्रुधरा परे विरलैर्दंशनैकेजित् चिपीडाक्षास्तथा परे बृहत्तनुदरा केऽपि केकराक्षास्तथा परे दीर्घकर्णविकर्णस्तकर्णश्च त्रुटितास्तथा दीर्घभालाभिपालश्च स्नायुचर्मावगुण्डिताः निर्गतं चोदरं तेषां मुनीनां भावितात्मनाम् दृष्ट्वा दुपुष्करं तीर्थं दीप्यमानं समन्तदः तीर्थलोभान्नरव्याक्र तस्य तीरे व्यवस्थिताः बालकिल्यामात्मानो ह्यश्मकुट्टास्तथा परे दन्दोलूकलिनश्चान्ये सम्प्रक्षालास्तथा परे वायुभक्षा जलाहारा पर्णाहारस्तथा परे नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः सरस्यस्मिन्मुखं दृष्ट्वा सुरूपास्याः क्षणादभुः किमेददिति चिन्त्याथ निरीक्ष्य च परस्परम् अस्मिंस्तीर्थे दर्शनेन मुखस्येह सुरूपता मुखदर्शनमित्येव नाम कृत्वा तु तापसाः स्नादा नियमयुक्ताश्च सुरूपास्ते तदा भवन् देवपुत्रोपमाजादा अनौपम्यगुणान्विताः शोभमाना नरश्रेष्ठस्थिता सर्वे वनौकसः यज्ञोपवीतमात्रेण व्यभजांस्तीर्थमं च सा जह्वतश्चाग्निहोत्राणि चक्रुश्च विविधा क्रियाः चिन्तयन्तो हि राजेन्द्र तपसा दग्धकिल्बिषाः न यास्यामो परं तीर्थं ज्येष्ठ भावेत्विदं सरः ज्येष्ठपुष्करमित्येव नाम चक्रुर्द्विजादयः तत्र कुब्जान् बहून् दृष्ट्वा स्थितांस्तीर्थसमीपतः बभूवुर्विस्मितास्तत्र जना ये च समागताः दत्त्वा दानं द्विजादिभ्यो भाण्डानि विविधानि च श्रुत्वा सरस्वतीं प्राचीं स्नातुकामाद्विजागताः सरस्वतीतीर्थवरा नानाद्विजगणैर्युधा बदरेङ्गुद काश्मर्यप्रक्षाश्वत्थविभीतकैः पौलोमैश्च पलाशैश्च करीरैः पीलुभिस्तथा सरस्वतीतीर्थरुहैर्धन्वनैः स्यन्दनैस्तथा कबिद्धैकरवीरैश्च बिल्वैराम्लादकैस्तथा अधिमुक्तकपण्डैश्च पारिजातैश्च शोभिता कदम्बवनभूयिष्ठा सर्वसत्त्वमनोरमा वायुम्बुफलपर्णादैर्दन्दोलूकलिकैरपि तथा श्मकुट्टमुख्यैश्च वरिष्ठैर्मुनिभिर्वृदा स्वाध्यायकोशसङ्कुष्ठा मृगयूथशदाकुला अहिंसैर्धर्मपरमैस्तथा चादीवशोभिता सुप्रभा काञ्चनाख्या च प्राचीनन्दा विशालका स्रोदोभिः पञ्चभिस्तत्र वर्धते पुष्करे नदी पितामहस्य सदसि वर्तमाने महीतले विदधे यज्ञवाडे दुःस्वागतेषु द्विजादिषु पुण्याः घोषैर्वितैर्देवानां नियमैस्तथा देवेषु चैव व्यग्रेषु तस्मिन् यज्ञविधौ तथा तत्र चैव महाराजदीक्षिते च पितामहे यजतस्तस्य सत्रेण सर्वकामसमृद्धिना मनसा चिन्तिता ह्यर्धा धर्मार्थकुशलास्तथा उपतिष्ठन्ति राजेन्द्रद्विजादींस्तत्र तत्र जगुश्च देवगन्धर्वा न नृत्तुश्चाप्सरोगणाः वादित्राणि च दिव्यानि वादयामासुरञ्जसा तस्य यज्ञस्य सम्पत्या तुतुषु देर्वदा अपि विस्मयं परमं जग्मुक् किमु मानुषयोनयः वर्तमाने तथा यज्ञे पुष्करस्ते पितामहे अब्रुवन् नृषयो भीष्म तदा तुष्टा सरस्वतीं सुप्रभां नाम राजेन्द्र नाम्ना चैव सरस्वतीं ते दृष्ट्वा मुनयः सर्वे वेगयुक्तां सरस्वतीं पितामहं भासयन्तीं क्रतुं ते बहुमेनिरे एवमेषा सरिश्रेष्ठा पुष्करेषु सरस्वती पिता महार्थं सम्भूता तुष्ट्यर्थं च मनीषिणां पुण्यस्य पुण्यताकारि पञ्चस्रोदा सरस्वती सुप्रभा नाम राजेन्द्र नाम्ना चैव सरस्वती यत्र ते मुनयः शान्ता नानास्वाध्यायवादिनः ते समागत्य ऋषय्यः सस्मरुर्वै सरस्वतीं साभिध्यादा महाभागा ऋषिभिः सत्रयाजिभिः समास्थिता दिशं पूर्वां भक्तिप्रीदा महानदी प्राजीपूर्वावहानाम्ना मुनिवन्द्या सरस्वती इदमन्यन्महाराज शृण्वाश्चर्यवरं भुवि क्षदोमं कणको विप्र कुशाग्रेणेदिनश्रुतं क्षदात् किल करे तस्य राजन् सागरसोऽस्रवद स वै शाकरसं दृष्ट्वा हर्षा वृष्टप्रनृत्तवान् ततस्तस्मिन् प्रनृत्ते दुस्थावरं जङ्गमं च यद प्रानृत्यत जगत्सर्वं तेजसा तस्य मोहितं शक्राद्भिः सुरैराजन्नृषिभिश्च तपोधनैः विज्ञप्तस्तत्र वै ब्रह्मानायं नृत्ये तथा कुरु आदिष्टो ब्रह्मणा रुद्र ऋषिरर्थे नराधिप नायं नृत्येद्यद्धा भीम तथा त्वं वक्तुमर्हसि गत्वा रुद्रो मुनिं दृष्ट्वा हर्षाविष्टमदीव हि भोभो विप्रर्षभत्वं हि नृत्यसे केन हेतुना नृत्यमानेन भवदा जगत्सर्वं च नृत्यति तेनायं वाजितः प्राह नृत्यन्वै मुनिसत्तमः मुनिरुवाच किं न पश्यसि मे देव कराच्चाकरसोऽस्रवद तं तु दृष्ट्वा प्रनृत्तोऽहं हर्षेण महदावृतः तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् अहं न विस्मयं विप्र गच्छामीह प्रपश्य माम् यवमुक्तो मुनिश्रेष्ठो महादेवेन कौरव ध्यायमानस्तदा कोऽयं प्रतिषिद्धोऽस्मि येन हि अङ्गुल्यग्रेण राजेन्द्रस्वाङ्गुष्ठस्ताडितस्तथा ततो भस्मक्षदाद्राजन्निर्गतं किमपाण्डुरं तद्दृष्ट्वा व्रीडितश्चासौ प्राह तत्पादयोः पतन् नान्यद्देवादहं मन्ये रुद्रात् परतरं महद चराचरस्य जगदो गदिस्त्वमसि शूलधृत त्वया सृष्टमिदं सर्वं वदन्तीह मनीषिणः त्वामेव सर्वं विशदि पुनरेव युगक्षये देवैरपि न शक्यस्त्वं परिज्ञातुं मया कुतः त्वयि सर्वे च दृश्यन्ते सुरा ब्रह्मादयोऽपि ये सर्वस्त्वमसि देवानां कर्ता कारयिता च यः त्वत्प्रसादासुरा सर्वे भवन्तीह कुतो भयाः एवं स्तुत्वा महादेवं ऋषिश्च प्रणदोऽब्रवीद भगवंस्त्वत्प्रसादेन तपो न क्षीयते त्विह ततो देवप्रीतं मनास्त्रमृषिं पुनरब्रवीद तपस्ते वर्धतां विप्रमत्प्रसादात् सहस्रधा प्राचीमे वेह वत्स्यामि त्वया सार्धमहं सदा सरस्वतीमहापुण्याक्षेत्रे चास्मिन् विशेषतः न तस्य दुर्लभं किञ्चिदिह लोके परत्र च सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुं प्राचीतडे जाप्यपरो न चेहं म्रियते पुनः आप्लुतो वाजिमेधस्य फलमाप्स्यति पुष्कलं नियमैश्चोपवासैश्च कर्षयन् देहमात्मनः जलाहारो वायुभक्षः पर्णहारश्च तापसः तथा स्तण्डिलशायी च ये चान्ये नियमा पृथक् करोदियो द्विजश्रेष्ठो नियमांस्तान् व्रतानि च स यादि शुद्धदेहश्च ब्रह्मणः परमं पदं तस्मिं स्तीर्थे तु यैर्दत्तं तिलमात्रं तु काञ्चनं मेरुदानसमं तत्स्यात् पुरा प्राह प्रजापतिः तस्मिं स्तीर्थे तु ये श्राद्धं करिष्यन्ति हि मानवाः एकविंशकुलोपेता स्वर्गं यास्यन्ति ते नराः पितॄणां च शुभं तीर्थं पिण्डेनैकेन तर्पिताः ब्रह्मलोकं गमिष्यन्ति स्वपुत्रेणेकतारिताः भूयश्चान्नं न चेच्छन्ति मोक्षमार्गं व्रचन्ति ते प्राचीनत्वं सरस्वत्या यथाभूतं शृणुष्व तद् सरस्वती पुरा प्रोक्ता देवैः सर्वैः सवासवैः तडं त्वया प्रयातव्यं प्रतीच्यां लवणो दधेः वडवाग्निमिमं नीत्वा समुद्रे निक्षिपस्वः एवं कृते सुरा सर्वे भवन्ति भयवर्जिताः अन्यथा वाडवाग्निस्तु दहते स्वेन तेजसा तस्माद्रक्षस्व विबुधाने तस्मादजिराद्भयाद् मा देव भव शुश्रोणि सुराणामभयप्रदा एवमुक्ता तु सा देवी विष्णुना प्रभविष्णुना आहनाहं स्वतं त्रास्मि पिता मे व्रियतां स्वराट तदाज्ञाकारिणी नित्यं कुमारीह धृतव्रता पित्रा देशाद्विनानाहं पदमेकमपि क्वचिद् गच्छामि तस्मात् कोऽप्यन्य उपायश्चिन्त्यतामहो तदाशयं विदित्वाहुस्ते समेत्य पितामहं नान्येन शक्यते नेतुं वडवाग्निः पितामह अदृष्टदोषां मुक्त्वैकां कुमारीं तनयां तव सरस्वतीं समानीय कृत्वाङ्गे वरवर्णिनीं शिरस्याख्राय सस्नेहमुवाचाथ सरस्वतीं माञ्जदेवि सुराप्राहुः सत्त्वं ब्रूहि यशस्विनीं नीत्वा विनिक्षिपेदेनं बाडवं लवणाम्बुनि पितुर्वाक्यं हि तच्छ्रुत्वा वियुक्ता कुररीयद्धा पित्रा तदैव सा कन्या जुरुदे दीनमानसा शोभते तन्मुखं तस्या शोकबाष्पविलक्षणं सितं विकसितं तद्वत्पद्मं तोय कणोक्षितं तत्तद्धाविधमालोक्य पितमह पुरःसराः विबुधाशोकभावस्य सर्वे वशमुपागताः संस्तभ्य हृदयं तस्या शोकसंतापितं तदा पितामहस्तामुवाच मारोदीर्नास्ति ते भयं मानलाभश्च भविता तव देवानुभावतः नीत्वा क्षारोदमध्ये दुःक्षिपस्वज्ज्वलनं सुते एवमुक्त्वा तु सा बाला बाष्पाकुलितलोचना प्रणम्य पद्मजन्मानं गच्छाम्युक्तवती तु सा मा भैर्युक्ता पुनस्तैस्तु पित्रा चापि तथैव सा त्यक्त्वा भयं हृष्टमना प्रयातुं समवस्थिता तस्या प्रयाणसमये शङ्खदुन्दुभिनिस्वनैः मङ्गलानां च निर्घोषैर्जगदापूरितं शुभैः सिदाम्बरधरा धन्या सितचन्दनमण्डिता शरदम्बुजसच्छाया तारहारविभूषिता सम्पूर्णचन्द्रवदना पद्मपत्रायतेक्षणा शोभां कीर्तिं सुरेशस्य पूरयन्ती दिशो दश स्वतेजसा तद्धृदयान्निःसृदा भास यज्जगद अनुव्रजन्ती तां गङ्गा तयोक्ता वरवर्णिनि द्रक्ष्यामि त्वां पुनरहं प्रयासि कुत्र मे सखि एवमुक्त्वा तु सा गङ्गा प्रोवाजमधुरां गिरं यदैवायास्यसि प्राचीं दिशं मां पश्यसे शुभे विबुधैस्त्वं परिवृदा दर्शनं तव संश्रये उदङ्मुखी तदा भूत्वा त्यज शोकं शुचिस्मिते अहं चोदङ्मुखी पुण्या त्वं तु प्राजी सरस्वती तत्र क्रतुशतं पुण्यं स्नानदानेन सुव्रते श्राद्धदाने तथा नित्यं पितॄणां दत्तमक्षयं ये करिष्यन्ति मनुजा विमुक्तास्ते ऋणैस्त्रिभिः मोक्षमार्गं गमिष्यन्ति विचारो नात्र विद्यते तामुवाच ततो गङ्गां पुनर्दर्शनमस्तु ते गच्छस्वमालयं भद्रे स्मर्तव्याकं त्वया नके यमुनापि तथैवं सा गायत्री जमनोरमा सावित्र्या सहिता सर्वा सखीं सम्प्रैषयंस्तथा ततो विसृज्य तान् देवान्नदी भूत्वा सरस्वती उक्तं कस्याश्रमपद उद्भूता सा मनस्विनी अधस्तात् प्लक्षवृक्षस्य अवरोप्य च तां तनुम् अवतीर्णा महाभागा देवानां पश्यतां तदा विष्णुरूपस्तरुस्सोत्र सर्वदेवैस्तु वन्दितः संसेव्यश्च द्विजैर्नित्यं फलहेदोर्महोदयः अनेकशाखावितश्चतुर्मुख इवापरः तत्कोडरकुडिकोडिप्रविष्टानां द्विजन्मनां श्रूयन्ते विविधा वाचसुराणां रक्तचेतसां वनस्पतिरपुष्पोऽपि पुष्पिदश्चोपलक्ष्यते जादीचम्पकवत्पुष्पैः शाखालघ्नैशुकैशुभैः केतकीभिः सुरभिभिरशोभदसरिद्वरा कोकिलाभिः समालेवफेनकैः पुष्पिदेव सा हरेणेव यथा गङ्गा प्लक्षेणैव हि सा तथा तत्राम्भस्ता तदा देवं प्रोवाचाथ जनार्दनं समर्पयस्व तं वह्निं देवादेशं करोम्यहम् एवमुक्तेन सा तेन प्रत्युक्ता विष्णुना तदा न ते दाहभयं त्याज्यस्त्वयायं वह्निराट् स्वयं पश्चिमं सागरं नेतुं वाडवज्ज्वलनं शुभे एवं क्रमेण गच्छन्त्या तदापं प्राप्स्यदे शुभे ततस्तं शादकुम्भस्थं कृतासौ वडवानलं समर्पयद गोविन्दसरस्वत्या महोदरे सादं गृहीत्वा शुश्रोणी प्रदीच्यभिमुखीययौ अन्तर्धानेन सम्प्राप्ता पुष्करं सा महानदी मर्यादापर्वते तस्मिन् सम्भूता विमला सरिद पुष्करारण्यं विपुलं सुरसिद्धनिषेवितं पितामहेन यत्रासीत् यज्ञसत्रं निषेविदं सिद्ध्यार्थं मुनिमुख्यानामाकतासौ महानदी येषु तत्र कृतो होमकुण्डेष्वासीद्विरिञ्चिना तानि सर्वाणि सम्प्लाव्य तो येनाप्युद्गता हि सा तत्र क्षेत्रे महापुण्या पुष्करे सा तथोद्धिता तेन तत्पूरणं प्रोक्तं वायुना जगदायुषा सापि तत्क्षेत्रमासाद्य पुण्यं पुण्या महानदी सरस्वती स्थिता देवी मर्त्यानां पापनाशिनी तत्र ये शुभकर्माणपुष्करस्तां सरस्वतीं पश्यन्ति तेन पश्यन्ति सुखोरां तामधो गतिं यः पुनस्तत्र भावेन नरस्नानं समाचरेद स ब्रह्मलोकमासाद्य ब्रह्मणा सह मोदते यस्तु दद्यात्तत्र दधि ब्राह्मणाय मनोरमं सोऽप्यग्निलोकमासाद्य भुङ्गे भोगान् सुशोभनान् वरं प्रावरणं योऽपि भक्त्या दद्याद्विजातयः सोऽपि सद्वस्त्रदानस्य फलं दशगुणं लभेद ज्येष्ठकुण्डे नरस्नात्वा यः सन्तर्पयते पितॄन् स तानुद्धरदे सर्वान् नरकादपि शुद्धधीः क्षेत्रे पैदामहे भूदे पुण्यां प्राप्य सरस्वतीं नरः किं प्रार्थयेदन्यतीर्थं ब्रह्म सुदोऽब्रवीद तस्मात् सर्वेषु तीर्थेषु स्नाता प्राप्नोति यद्फलं तत्सर्वं प्राप्नुयान्मर्त्यो ज्येष्ठकुण्ठे स सकृत्प्लुतः किमत्र बहुनोक्तेन क्षेत्रं तीर्थं गतिशुभा येनैतत्त्रितयं प्राप्तं प्राप्ता तेन गतिः परा काले क्षेत्रे तथा तीर्थे स्नात्वा हुत्वापि तत्रयः प्रयच्छदे द्विजायार्थं स्वोनन्दं सुखमश्नुदे कार्तिके मासि शुक्ले च वैशाखे शशिभूषणे चन्द्रसूर्योपरागे च काले च कुरुजाङ्गले क्षेत्रे श्वेतेषु तीर्थानि यान्युक्तानि मुनीश्वरैः तेषां पुण्यतमं तीर्थमिदमाह पितामहः कुण्डे तु मध्यमे स्नात्वा कार्तिक्यां यः पुमान् द्विजे प्रयच्छदे चापि द्रव्यं सोऽश्वमेधमवाप्नुयाद एवं कनिष्ठकेऽप्यत्र कुण्डे स्नात्वा समाधिना यः प्रयच्छदि विप्राय सुरूपामपि शालिकाम् स प्रयाति नरः क्षिप्रमग्निलोकं मनोरमं त्रिसप्तकुलसंयुक्तो भुङ्क्ते तत्र महाबलं तस्मा सर्वप्रयत्नेन गमनाय मधिस्थिरा पुरुषेण तु कर्तव्या पुष्करा वाप्तये शुभा पुष्करारण्यमासाद्य प्राची यत्र सरस्वती मधिस्मृतिशुभा प्रज्ञा मेधा बुद्धिर्दया परा सरस्वत्यास्तु पर्याया षडेदे सम्प्रकीर्तिताः ततः प्रभृति यत्रासौ प्रागीभूता सरस्वती तत्रस्थं तज्जलं येऽपि पश्यन्ति तटसंस्थिताः तेऽप्यश्वमेधस्य फलं लभन्ते नात्र संशयः योऽवतीर्य पुनस्तत्र कश्चित् स्नानं समाचरेत् नरः समाधियुक्तो वै ब्रह्मणोऽनुचरो भवेत् शाकादिनापि हि पितृन्यस्तत्रार्चयते नरः सोऽप्येति विपुलान् भोगांस्तेषामेवानुभावतः ये पुनर्विधिना तत्र श्राद्धं कुर्वन्ति मानवाः ते नयन्ति पितॄन् स्वर्गं नरकादपि दुःखदाद तृप्यन्ति पितरस्तस्य यस्तत्र कुशमिश्रितं स्नात्वा प्रयच्छदे तोयं भूतं तेषां तिलान्वितं सर्वेषामेव तीर्थानामिदमेवाधिकं स्मृतम् आदितीर्थमिदं तस्मात् तीर्थानां भुवि विश्रुतम् धर्मापवर्गयो न क्रीडा न निधिभूतमवस्थितं सरस्वत्या न पुनश्चैव न समेतं न गुणवत्तरम् धर्मार्थकाममोक्षाणां चतुर्णामपि दायकं येऽप्यत्र मलनाशाय पुमांसो विविशुर्जलं गोप्रदानसमं तेषां सुखे नैव फलं भवेद् सुवर्णदानेन समावेव माहुर्मनीषिणः तर्पणात् पिण्डदानाच्च नरकेष्वपि संस्थिताः स्वर्गं प्रयान्ति पितरस्तत्र पुत्रेण तारिताः पुष्करेऽपि सरस्वत्यां ये पिबन्ति जलं जनाः ते लभन्ते क्षयान् लोकान् ब्रह्म विश्वेशवन्दितान् स्वर्गनिःश्रेणिका भूता पुष्करे च सरस्वती सा पुण्यवद्भिः सम्प्राप्तुं पुंभिः शक्या महानदी मुनिभर्धर्मतत्त्वज्ञैस्तत्र तत्र निषेविता तस्मात् सर्वत्र सा देवी पवित्रा सर्वतस्थिता पुष्करे तु विशेषेण पूतात्पूततमा हि सा नदी सरस्वती पुण्या सुलभा जगदिस्थिता दुर्लभा सा कुरुक्षेत्रे प्रभासे पुष्करे तथा तत्तीर्थं सर्वतीर्थानां प्रवरं विहितं भुवि धर्मार्थकाममोक्षाणां चतुर्णामपि साधकं प्राचीं सरस्वतीं प्राप्य योऽन्यतीर्थं हि मार्गते सकरस्थं समुत्सृज्य ह्यमृतं विषमिच्छति ज्येष्ठे ज्येष्ठा प्रयागस्य मध्यमे मध्यमा स्मृदा प्रदक्षिणं ततो गच्छेत् कनीयां संविचक्षणः त्रिष्वप्येतेषु स्नायीद कुर्याच्चापि प्रदक्षिणं प्रयच्छति पितृभ्यो यत्तोयं तेषां तिलान्वितम् तेऽपि तुष्टा पुनस्तस्य प्रयच्छन्त्यमिदं फलं यस्नात्वा प्रयतो नित्यं ततः पश्येत्पितामहम् अनुलोम विलोमाभ्यां तदा व्यस्तसमस्तयोः स्नातव्यं पुष्करे नित्यं ब्रह्म लोकमभीप्सिता त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च पुष्कराणि प्रसिद्धानि न विद्मस्तत्र कारणं कनीयां सम्मध्यमं च तृतीयं ज्येष्ठपुष्करं शृङ्गशब्दाभिधानानि शुभप्रस्रवणानि च धर्मार्थकाममोक्षाणां सङ्कल्पैरफलं नरः यत्तत्र संत्यजेद्देहं मोक्षं प्राप्नोत्यसंशयं प्रयतः संयतस्तस्यां स्नात्वा दद्याद्विजे शुभां कामेकां मन्त्रपूतां च लोकानाप्नोति मोक्षदान् किमत्र बहुनोक्तेन रात्रावपि हि योर्धिने अर्धं प्रयच्छते स्नात्वा सोऽनन्दं सुखमश्नुदे तत्र दानं प्रशंसन्ति तिलानां मुनिसत्तमाः कृष्णपक्षे चतुर्दश्यां स्नानं च विहितं सदा पिण्याकेन गुडेनापि पिण्डं योऽत्र प्रयच्छति पितॄणां प्रयदो भूत्वा पितृलोकं स यच्छति पुष्करारण्यमासाद्य पुनस्तस्मात् सरस्वती अन्तर्धानं गदा हन्तुं प्रवृत्तागपश्चिमामुखी नादिदूरे ततस्तस्य पुष्करस्य सुशोभना खर्जूरवनमासाद्य फलपुष्पोपशोभितं तत्रोषित्वा पुनर्देवी वने मुनिमनोरमे सर्वर्तु कुसुमाकीर्णे सिद्धचारणसेविते नन्दानामसरिश्रेष्ठा त्रिषु लोकेषु विश्रुता मीननक्रचक्षोपेदा विमलोदकपूरिता सूत उवाच अथ देवव्रतप्राह किमन्यासा सरिद्वरा यदन्मे कौतुकं ब्रह्मन्नं दा शब्दा सरस्वती यथा भूता येन कृता कारणेन सरिद्वरा एवमुक्ते पुलस्त्यः स भीष्मा यैदत् पुरातनम् आख्यातुमुपचक्राम नन्दा नाम यतस्मृतं क्षत्रव्रतधरो नित्यमासीद् राजा प्रभं जनः प्रवृत्तोऽसौ मृगान् हन्तुं वने तस्मिन्महाबलः सददर्श ततस्तस्मिन् मृगीं गुल्मां तरे स्थितां मार्गणेन सुदीक्ष्णेन तां विव्याध पुरोगतां सा विलोक्य दिश सर्वास्तं दृष्ट्वा शरपाणिनम् आह किं ते कृतं मूढ त्वयैतत् कर्म दुष्करं स्तनं तावत् प्रयच्छामि सुतस्याधो मुखी स्थिता मांसलोभेन विद्धाहं तरसा ह्यकुतो भया पिबं तं गुप्तवत्सं च गूढमैथुनमागदं एवं विधं मृगं राजन्नहन्यात् प्राङ्मया श्रुतं स्तनं तु तनयस्यास्य प्रयच्छं धी त्वया हदा बाणेनाशनिकल्पेन निर्दोषा वनमागदा तस्मात् त्वमपि दुर्बुद्धे क्रव्यादत्वमवाप्स्यसि वनेऽस्मिन् कण्टकाकीर्णे व्याघ्ररूपं त्वमाप्नुहि शापप्रदानं श्रुत्वैवं स राजा पुरदस्थितः प्रोवाच प्राञ्जलिर्भूत्वा तं मृगीं व्यथितेन्द्रियः स्तनं तु तनयस्येह प्रयच्छन्ति न मे मदा अज्ञानेन हदा भद्रे प्रसीद सुसमाधिना व्याघ्ररूपमहं त्यक्त्वा प्राप्स्यामि मानुषं कदा एवं विधस्य चापस्य विमोक्षं शंसमे मृगि एवमुक्ते मृगि तस्य प्रोवाचवचनं शुभं राजन्नब्दशदान्ते दु शापस्यागतया गव नन्दया सह संवादमासाद्यान्तो भविष्यति मृग्योक्ते वचने राजा व्याघ्र एवाभवत्तदा न खदंष्ट्रायुधोपेदो व्याघ्ररूपोदिभीषणः तत्र सौ भक्षयन्नास्ते मृगान् हत्वा चतुष्पदः द्विपदानपि तत्रस्थान् कालेन क्रमयोजितान् एवं तत्र वने तस्य संवत्सरशतं गतम् आत्मानं निन्दमानस्य मृगमांसानि खाददः कदाहं मानुषं भावं गमिष्यामीदृशं पुनः कुत्सितं न करिष्यामि वियोनिकरणं महद कुर्वदा मांसलोभेन मृगयां परिधावता आपदासहितं प्राप्तं मानुषाणां भयावहं दर्शनं दुःखदं मह्यं मृगाणां मानुषैः सह पापेन पापतां नीदो ह्यपापेऽपि सतां कुले उत्पन्नो विकृतिं नीदः पश्यकालस्य पर्ययं तस्मान्मे सुकृतं नास्ति हिंसाप्येका विगर्हिता तया दुःप्राप्यते दुःखं न च मोक्षो भविष्यति कथं मे भविता मोक्षः कथं सत्या मृगी भवेद् गते वर्षशते तस्य वस्तस्तद्वने तदा आयातं गोकुलं काले यवसोदककारणात् गोवाडवाडी संस्थानं तत्तत्र समवस्थितं वनोपकण्ठे मन्धानरवेण पूरितं च यद् क्षीभैर्गोपैः समाकीर्णं पादपैरपि दध्वनं निशिवंशरवोपेदं गोपीनां च शुभप्रदम् एवं तु वसतस्तस्य खर्जूरवनसंसदि हृष्टा तुष्टा च पुष्टा च नन्दा वै नामनामदः गोमण्डलस्य सा मुख्या हंसवर्णा खडस्रवा दीर्घकोणा विभक्ताङ्गी बन्धुराङ्गी तनुत्वचा नीलकण्ठा शुभग्रीवा खण्डाली मधुरस्वना सा च यूथस्य सर्वस्य पुरश्चरति निर्भया खासस्थानं चरेच्छन्नं गत्वैका च यथा सुखं यथेष्टकामासुरभिच्छन्नं चरति वै तृणं रोहितो नाम तत्रान्यपर्वतसरितस्तटे अनेककन्दरदरीगुहासत्त्वनिषेवितः तस्य पूर्वोत्तरे भागे घोरे तृणसमाकुले सङ्कटे विषमे दुर्गे भैरवे लोमहर्षणे मृगसिंहसमाकीर्णे बहुश्वापदसेविते वल्लीवृक्षादिगहने शिवाशदनिनादिते दुर्गेऽस्मिन् वसते रौद्रकामरूपी भयङ्करः द्वीपी शोणितदिग्धांसो घोरदंष्ट्रा नखायुधः नन्दो नाम स धर्मात्मा स च गोपी हिते रतः अच्छिन्नाग्रायस्तृणायैर्दीर्घायैर्गोधनं परिरक्षति तस्य यूथपरिभ्रष्टा सानन्दा तृणलिप्सया चरन्ति व्याघ्रपुरदः सा धेनुः प्रत्युपस्थिता आभ्यद्रवचतां द्वीपी तिष्ठतिष्ठेदि चाब्रवीद त्वमद्य विहितो भक्षः स्वयं प्राप्तासि धेनुके द्वीपिनश्च वचश्रुत्वा निष्ठुरं रोमहर्षणं शुक्लरूपान्वितं बालं भद्रमिन्दुसमप्रभं वत्सं स्मरति सा धेनुस्नेहाक्दा गद्गदाक्षरम् दह्यन्ती पुत्रशोकेन नन्दा सा पुत्रवत्सला रुदं ती करुणं चैव निराशा पुत्रदर्शने द्वीपी दृष्ट्वा तु तां धेनुं प्रमदमानां सुदुःखिताम् उवाच वचनं घोरं धेनुके किं प्ररुध्यते दैवात्सुखोपपन्नासि भक्षस्त्वं मे यदृच्छया रुदन्त्या वा हसन्त्या वा तवातं जीवितं भवेद् विहितं भुज्यते लोके स्वयं प्राप्तासि धेनुके मृत्युस्ते विहितोऽद्यैव वृथा किमनुशोचसि पप्रच्छतां पुनर्द्वीपी किमर्थं रुदितं त्वया कौतुकं चात्र मे जातं महन्मे कथयस्व वै व्याघ्रस्य वचनं श्रुत्वा नन्दावाक्यमथा ब्रवीद क्षन्तुमर्हसि मे नाथ कामरूपिन्नमोऽस्तु ते त्वां समासाद्य लोकस्य परित्राणं न विद्यते जीवितार्थं न शोचामि प्राप्तव्यं मरणं मया जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्ममृतस्य च तस्मादपरिहार्यर्थे न शोचामि मृगाधिप देवैरपि यथा सर्वैर्मर्तव्यमवश्यैर्ध्रुवम् तस्मात् नाहमे वै काव्याघ्र शोचामि जीवितं किन्तु स्नेहेन वै साधो दुःखेन रुदितं मया अस्ति मे हृदि संतापस्तं च त्वं श्रोतुमर्हसि प्रथमे वयसि प्राप्ते प्रसूताहं मृकाधिप इष्टप्रथमजातश्च सुतस्तु मम बालकः क्षीरपायी च मे वत्सस्तृणं नाद्यापि जिघ्रति स च कोपकुले बद्धः क्षुधार्तो मम वेक्षते तमहं चानुशोचामि कथं जीविष्यते सुतः तस्येच्छामि स्तनं दातुं पुत्रस्नेहवशं गदा पाययित्वा स्तनं वत्समवलिह्य च मूर्धनि सखीनामर्पयित्वा तु संदिश्य च हिताहितं पुनः प्रत्यागमिष्यामि यथेष्टं भक्षयिष्यसि सनन्दायावच श्रुत्वा मृगेन्द्रः पुनरब्रवीद किं ते पुत्रेण कर्तव्यं मरणं किं न बुध्यसे त्रस्यं ति सर्वभूतानि म्रियन्ते मां निरीक्ष्य च त्वं पुनः कृपयाविष्ठा पुत्रपुत्रेदिभाषसे न पुत्रा न तपो दानं न माता न पिता गुरुः शक्नुवं दि परित्रादुं नरं कालप्रपीडितं कथं त्वं गोकुलं गत्वा गोपीजनसमाकुलं वृषभैर्नादिदं दिव्यं बालवत्सविभूषितं भूषणं देवलोकस्य स्वर्गतुल्यं न संशयः नित्यं प्रमुदिदं दिव्यं सर्वदेवप्रपूजितम् यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलं यत्तीर्थं सर्वतीर्थानां धन्यानां धन्यमुत्तमं समस्तगुणसम्पन्नमीश्वरायतनं महद यत्ख्यातं सर्वतीर्थानां भूमिस्वर्गमनुत्तमं गोपीमन्थनशब्देन बालवत्सरवेण च गवां हुङ्कारशब्देन अलक्ष्मीः प्रतिहन्यते यत्र वत्साश्च हुङ्कारं करुणं मातृकाङ्क्षया यद्गोपैः पालितं शूरैर्बाहुयुद्धकृतश्रमैः प्रगीतनृत्यसंलापं नन्दितास्फोटनादितम् इतस्ततस्थितैर्वत्सैर्नर्द्यमानं समं ततः सरोवद्राजदे गोष्ठं चलद्भिरिव पङ्कजैः तं श्रीनिकेतनं सौम्यं हृष्टपुष्टजनाकुलं गोलोकप्रतिमं दृष्ट्वा कथं प्रत्यागमिष्यसि पं च भूतानि मे भद्रे पिबं तु रुधिरं तव न निर्विण्णानि भूतानि वाङ्मात्रेण करोम्यहं नन्दोवाच एवं प्रथमवत्साय मृगेन्द्रशृणु मे वचः दृष्ट्वा सखी सुदम्बालं गोपांश्च प्रतिपालकान् गोपीजनमुपामन्त्र्य जननीं च विशेषदः शपथैरागमिष्यामि मन्यसे यदि मुञ्च मां यत्पापं ब्रह्मवध्यायां मातृपितृवधेषु च तेन पापेन लिप्यहं यद्यहं नागमे पुनः यत्पापं लुब्धकानां तु म्लेच्छानां गरदायिनां तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः गोषु विघ्नांश्च ये कुर्युत्स्वपङ्क्तिं ताडयन्ति च तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः सकृद् दत्त्वा तु ह्यकन्यां द्वितीये दातुमिच्छति तस्य पापेन लिप्येऽहं यद्यहं नागमे पुनः यस्त्वनर्हन् बलिवर्धान्विषमे वाहयेत्पुमान् कथायां कथ्यमानायां विघ्नं कारयदे तु यः तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः गृहे यस्यागतं मित्रं निराशं प्रतिगच्छति तस्य पापेन लिप्येऽहं यद्यहं नागमे पुनः इत्येतैः पदकैर्कोरैरागमिष्याम्यहं पुनः बुद्ध्वा सम्प्रत्ययं द्वीभि पुनर्वचनमब्रवीद व्याघ्र उवाच संजातप्रत्ययोऽस्माकं शपथैर्धेनुके तव कदाचिन्मन्यसे गत्वा मूर्खोऽयं वञ्चितो मया अत्रापि केचिद्वक्ष्यन्ति शपथेनास्ति पादकं कामिनीषु विवाहेषु गवामुक्तौ तथैव च प्राणत्यागे समुत्पन्ने श्रद्धातव्यं न च त्वया लोकेऽस्मिन्नास्ति का केचिन्मूर्खाः पण्डितमानिनः भ्रामयिष्यन्ति ते चित्तं चक्रारूढमिव क्षणाद कुतर्कहेतुवृत्तान्तैरज्ञानावृतचेतसः मोहयन्ति नराः क्षुद्रा आगमानविशारदाः अद ध्यान्यपि तद्ध्यानि दर्शयन्त्यधिपेशलाः समे निम्नोन्नतानीव चित्रकर्मविदो जनाः प्रायकृतार्थो लोकोऽयं मन्यते नोपकारिणं वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरं न तं पश्यामि लोकेऽस्मिन् कृते प्रतिकरोति यः सर्वस्य हि कृतार्थस्य मदिरन्या प्रवर्तते ऋषिदेवासुरनरैः शपथा कार्यसिद्धये कृता परस्परं पूर्वं तान्न मन्यामहे वयं सत्येनापि शपेद्यस्तु देवाग्निगुरुसन्निधौ तस्य वैवस्वतो राजा धर्मस्यार्थं निकृन्तति मा दे बुद्धिर्भवेदेवं शपथैरेष वञ्चितः त्वयैव दर्शितं सर्वं यथेष्टं कुरु साम्प्रतम् नन्दोवाच एवमेव महासाधो कस्त्वां वञ्चयितुं क्षमः आत्मैव वञ्चितस्तेन यः परं वञ्चयिष्यति द्वीप्युवाच धेनुके पश्य गच्छत्वं पुत्रकं पुत्रवत्सले पाययित्वा स्तनं वत्समवलिह्य च मूर्धनि मातरं भ्रातरं दृष्ट्वा सखी स्वजनबान्धवान् सत्यमेवाग्रद कृत्वा शीघ्रमागमनं कुरु एवं सा शपथं कृत्वा धेनुर्वै सत्यवादिनी अनुज्ञादा मृगेन्द्रेण प्रयादा पुत्रवत्सला अश्रुपूर्णमुखी दीना वेपमाना सुदुःखिता हम्भारवं प्रमुञ्चन्ती पतिता शोकसागरे करीवचरणग्राहं गृहीतसलिलाशये अशक्ता स्वपरित्राणे विलपन्ती मुहुर्मुहुः सा तत्र गोकुलं प्राप्ता हरिन्नद्यास्तडे स्थितं श्रुत्वा वत्सं तु क्रोशं तं पर्यथावदसम्मुखी उपसृप्य च तं बालं बाष्पर्याकुलेक्षणं सम्प्राप्य मादरं वत्सः शङ्कितः परिपृच्छति नदे पश्याम्यहं स्वास्थ्यं धैर्यं नैवाद्यलक्षये उद्विग्ना चापि ते दृष्टिर्भीता चादिव लक्ष्यसे नन्दोवाच पिबपुत्रस्तनं मेद्यकारणं यदि पृच्छसि अशक्ताहं तवाख्यातुं कुरु तृप्तिं यथेप्सिताम् अपश्चिमं तु ते पुत्र दुर्लभं मातृदर्शनं ये काहमध्यमे पीत्वा प्रभादे कस्य पास्यसि त्वां त्यक्त्वा पुत्र गन्तव्यं शपथैरागदाह्यहं क्षुत्क्षामस्य च व्याघ्रस्य दातव्यमात्मजीवितं नन्दाह्याश्च वच श्रुत्वा वत्सो वचनमब्रवीद वत्स उवाच अहं तत्र गमिष्यामि यत्र त्वं गन्तुमिच्छसि श्लाघ्यं ममाभिमरणं त्वया सहनसंशयः एकाकिनापि मर्तव्यं मयार्थेन त्वया विना यदि मां संहितं मातर्वने व्याक्रोहनिष्यति यागदेर्मातृभक्तानां ध्रुवं सा मे भविष्यति तस्मादवश्यं यास्यामि त्वया सहनसंशयः अथवा तिष्ठमातस्त्वं शपथा सन्तु ते मम जनन्या च वियुक्तस्य जीविते किं प्रयोजनम् अनाथस्य वने नित्यं को मे नाथो भविष्यति नास्ति मातृसमो बन्धुर्बालानां क्षीरजीविनां नास्ति मातृसमो नाथो नास्ति मातृसमागतिः नास्ति मातृसमस्नेहो नास्ति मातृसमं मुखं नास्ति मातृसमो देव इहलोके परत्र च एवं वै परमो धर्मप्रजापतिविनिर्मितः ये तिष्ठन्ति सदा पुत्रास्ते यान्ति परमां गतिं नन्दोवाच ममैव विहितो मृत्युर्न त्वं पुत्र गमिष्यसि न चायमन्यजीवानां मृत्युः स्यादन्यमृत्युना अपश्चिममिमं पुत्र मातृसन्देशमुत्तमम् अत्रातिष्ठत्स्व मद्वाक्यात्तदशुश्रूषणं पुनः जले स्थले च विचरन् प्रमादं तादमाकुरु प्रमादात् सर्वभूतानि विनश्यन्ति न संशयः न च लोभेन चर्तव्यं विषमस्तं तृणं क्वचिद लोभाद्विनाशः सर्वेषामिह लोके परत्र च समुद्रमडवीं पुत्र विशन्ति लोभमोहिताः लोभादकार्यमत्युग्रं विद्वानपि समाचरेद लोभात् प्रमादाद्विश्रम्भातृभिर्नाशो भवेन्द्रणां तस्माल्लोभं न कुर्वेद न प्रमादं न विश्वसेद आत्मा हि सततं पुत्र रक्षितव्यः प्रयत्नः सर्वेभ्यश्वपदेभ्यश्च म्लेच्छ चोरादिसङ्कटाद स्थिरश्चां पापयोनीनामेकत्र वसतामपि विपरीतानि चित्तानि विज्ञायं ते न पुत्रक न खीनां च न दीनां च शृङ्गीणां शस्त्रधारिणां न विश्वासस्त्वया कार्यस्त्रीणां प्रेष्यजनस्य च न विश्वसेद विश्वस्ते विश्वस्तेनादिविश्वसेद विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति न विश्वसेत् स्वदेहेऽपि बलिष्ठे भीदचेदसि वक्ष्यन्ति गूढमत्यर्थं सुप्तं मत्तं प्रमादतः गन्धः सर्वत्र सततमाक्रातव्यप्रयत्नदः गावः पश्यन्ति गन्धेन राजानश्चरचक्षुषा नैकस्तिष्ठे ध्वनिघोरे धर्ममेकं च चिन्तयेद् न चोद्वेगस्त्वया कार्य सर्वस्य मरणं ध्रुवं यथा हि पथि कश्चिच्छायामाश्रित्य तिष्ठति विश्रम्य च पुनर्यादि तद्वद्भूतसमागमः पुत्रनित्यं जगत्सर्वं तत्रैकशोचसे कथं तापत्वं शोकमुत्सृज्य मद्वाक्यमनुपालय शिरस्याख्राय तं पुत्रमवलिह्य च मूर्धनि शोकेन महदाविष्टा बाष्पव्याकुललोचना विनिःश्वसन्ति नागीव दीर्घमुष्णं मुहुर्मुहुः पुत्रहीनं जगच्छून्यं प्रपश्यन्तीव सा भवद महापङ्कनिमग्नेव तिष्ठन्ती चावसीदति विलप्य नन्दिनीपुत्रमुवाचेदं पुनर्वचः नास्ति पुत्रसमस्नेहो नास्ति पुत्रसमं सुखं नास्ति पुत्रसमाप्रीतिर्नास्ति पुत्रसमागतिः अपुत्रस्य जगच्छून्यमपुत्रस्य गृहे सुखं पुत्रेण लभते लोकमपुत्रो नरकं व्रजेद लोको वदति वाक्यानि चन्दनं किल शीतलं पुत्रगात्रपरिष्वङ्गश्चन्दनादधिशीतलः इति पुत्रगुणानुक्त्वा निरीक्ष्य ज पुनः पुनः स्वमादरं सखीर्गोपीस्त्वरमाणा च पृच्छति यूधस्याग्रे चरन्तीं मामास सादमिर्गाधिपः मुक्ताहं तेन शपथै पुनर्यास्यामि तत्र वै सुतं च मातरं चैव सखीर्द्रष्टुं च गोकुलम् आगता सत्यवाक्येन पुनर्यास्यामि तत्र वै मादः क्षमस्व तत्सर्वं दौशील्यादिकृतं मम बालस्तवायं दौहित्रः किमत्रान्यद्ब्रवीम्यहम् विपुले चम्पके मादर्भद्रे सुरभिभामिनि वसुधारे प्रियानन्दे महानन्दे खडस्रवे अज्ञानाज्ञानदोवापि यदुक्तं किञ्चिदप्रियं तत्क्षमध्वं महाभागा यच्चान्यच्च कृतं मया सर्वगुणोपेता सर्वलोकस्य मातरः सर्वप्रदा नित्यं रक्षध्वं मम बालकम् अनाथं विकलं दीनं रक्षध्वं मम पुत्रकं मातृशोकाभिस्संतप्तं भगिन्यः पालयिष्यथा यस्मादनाथमबलं पुत्रवत् पालयिष्यथ क्षमध्वं च महाभागा यास्यामि सत्यसंश्रयाद न चिन्तामहदिकार्या सखीभिश्च कथञ्चन प्रथमस्यास्य जातस्य स्थितं मरणमग्रदः श्रुत्वादु नन्दावचनं मादा सख्यश्च दुःखिताः विषादं परमं जग्भूर्यितमूचुश्च विस्मिताः अहोत्रमसदाश्चर्यं यद्व्याघ्रवचनं त्वया प्रकर्तुमुद्यदं भीमं नं दात्वं सत्यवादिनी शपथै सत्यवाक्येन वञ्चयित्वा महाभयं नाशनीयं प्रयत्नेन न गन्तव्यं कथंचन नन्देन चैव गन्तव्यमधर्मक्रियते त्वया यद्बालं स्वसुधं त्यक्त्वा सत्यलोभेन गम्यते अत्र गाथा पुरा प्रोक्ता ऋषिभिर्ब्रह्मवादिभिः प्राणत्यागे समुत्पन्ने शपथैर्नास्ति पातकम् उक्त्वा नृदं भवेद्यत्र प्राणिनां प्राणरक्षणम् अनृदं तत्र सत्यं स्यात् सत्यमप्यनृदं भवेद् कामिनीषु विवाहेषु गवामुक्तौ तथैव च ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पादकं नन्दोवाच परेषां प्राणरक्षार्थं वदाम्येवानृदं वजः नात्मार्थमुत्सहे वक्तुं जीवतार्थे कथञ्चन एकः संसृष्यते गर्भे मरणे भरणे तथा भुङ्क्ते चैकसुखं दुःखमदः सत्यं वदाम्यहं सत्ये प्रतिष्ठिता लोका धर्मसत्ये प्रतिष्ठितः उदधिः सत्यवाक्येन मर्यादां न विलङ्घते विष्णवे पृथिवीं दत्त्वा बलिपादालमाश्रितः चत्मनापि बलिर्बद्ध सत्यवाक्यं न चात्यजद प्रवर्धमानशैलेन्द्रशतशृङ्गसमुद्भिदः सत्येन संस्थितो विन्ध्यप्रबन्धं नादिवर्तते स्वर्गापवर्गनरका सत्यवाची प्रतिष्ठिताः यस्तु लोपयदे वाचमशेषं तेन लोपितम् योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते किं तेन न कृतं पापं चोरेणात्मापहारिणा यास्यामि नरकं घोरं विलोप्यात्मानमात्मना तस्य वैवस्वतो राजा धर्मस्यार्थं निकृन्तति अगाधे सलिले शुद्धे सत्यतीर्थे क्षमाह्रदे स्नात्वा पापविनिर्मुक्तः प्रयादि परमां गतिम् अश्वमेधसहस्रं च सत्यं च तुलया धृतम् अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते सत्यं साधुफलं श्रुतं च परमं क्लेशादिभिर्वर्जितं साधूनां निकटं सदां कुलधनं सर्वाश्रमाणां फलं यस्मात्तं समवाप्य गच्छति दिवं संत्यज्यते सौ कथं लोकैरत्र समागमे प्रतिदिनं सत्यं वदध्वं ध्रुवं सख्य ऊचुः नन्दे सात्वं नमस्कार्या सर्वैरपि सुरासुरैः या त्वं परमसत्त्वेन प्राणांस्त्यजसि दुस्त्यजान् ब्रह्म किं तत्र कल्याणि या त्वं धर्मधुरन्धरा त्यागेनानेन न प्राप्यं त्रैलोक्ये वस्तु किञ्चन अवियोगं च पश्यामस्त्यागादस्मात् सुतेन हि नार्या कल्याणचित्ता यानापदस्सन्ति कुत्रचिद् दृष्ट्वा गोपीजनं सर्वं परिक्रम्य च गोकुलं नन्दाः सम्प्रस्थिता देवान् वृक्षांश्चापृच्छ्य सा पुनः क्षितिं वरुणमग्निं च वायुं चापि निशाकरं दिशदिग्देवता वृक्षान्नक्षत्राणि गहैः सह सर्वान्विज्ञापयामास प्रणिपत्य मुहुर्मुहुः ये संसृता वने सिद्धा सर्वाश्च वनदेवताः वने चरं तं च तृणं ते रक्षन्तु सुतं मम चम्पकाशोकपुन्नागाः सरलार्जुन किं शुकाः शृण्वां तु पादपाः सर्वे संदेशं मम विक्लवं वत्समेकाकिनं दीनं चरन्तं विषमे वने रक्षध्वं वत्सकं बालं स्नेहात् पुत्रमिवौ रसं मात्रा पित्रा विहीनं च अनाथं दीनमानसं विचरन्तमिमां भूमिं क्रन्दमानं सुदुःखितं तस्येह क्रन्दमानस्य मत्पुत्रस्य महावने महाशोकाभिभूतस्य क्षुत्पिपासातुरस्य च शून्यस्यैकाकिनः सर्वं जगच्छून्यं प्रपश्यतः चरमाणस्य कर्तव्यं सानुक्रोशैस्तु रक्षणं संदिश्य नन्दा प्रीत्यैवं पुत्रस्नेहवशं गदा शोकाग्निना च सन्दीप्ता विच्छिन्ना पुत्रदर्शने वियुक्ता चक्रवाकीव लतेव पतिता तरोः अन्धेव दृष्टिरहिता प्रस्खलन्ती पदे पदे अगच्छत् सा पुनस्तत्र यत्रासौ पिशिताशनः आस्ते विस्फूर्जितमुखस्तीक्ष्णदंष्ट्रोभयावः तावत् तस्या सुदो वत्स ऊर्ध्वपुच्छोदिवेगवान् आगत्य माधुरग्रेसौ मृगेन्द्रस्याग्रदोऽभवद आगतं तु सुदं दृष्ट्वा मृत्युं तमग्रदस्थितं व्याघ्रं दृष्ट्वा तु साधेनुरिदं वचनमब्रवीद भो भो मृगेन्द्रागदाहं सत्यधर्मव्रते स्थिता कुरु तृप्तिं यथा काममस्मन्मांसेन साम्प्रतं सन्तर्पयस्वभूतानि पिबत्वं शोणितं मम मृदायां तु मयि त्वं भो भक्षये मं तु बालकं द्वीप्युवाच स्वागतं तव कल्याणि धेनुके सत्यवादिनी न हि सत्यवदां किञ्चिदशुभं भवति क्वचिद् त्वयोक्तं धेनुके पूर्वं सत्यं प्रत्यागमे पुनः तेन मे कौतुकं प्राप्तं प्राप्ता गच्छेत् कथं पुनः तव सत्यपरीक्षार्थं प्रेषितासि मया पुनः अन्यथा मां समासाद्य जीवन्ती यास्यसे कथं यच्च नः कौतुकं जातं सत्यमन्वेषणं मम तस्मादनेन सत्येन मुक्तासि च मया अधुना भगिनी भवति मह्यं भागिनेयस्सुतस्तव दत्तोपदेशस्य शुभे मम पापिष्टकर्मणः सत्ये प्रतिष्ठिता लोका धर्मसत्ये प्रतिष्ठितः सत्येन गौः क्षीरधारां प्रमुं चन्दि हविः प्रियां स वै धन्यतमो गोपो यत्त्वत्क्षीरेण जीवति भूमिप्रदेशा धन्यास्ते स तृणा विरुद्धशुभे ते धन्याश्च कृतार्थाश्च तैरेव सुकृतं कृतं तैराप्तं जन्मनः सारं ये पिबन्ति पयस्तव मृगेन्द्रप्रत्ययं गत्वा विस्मयं परमं गतः प्रत्यादेशोऽयमस्माकं सत्यं देवैः प्रदर्शितः सत्यमिष्टं गवां दृष्ट्वा न मे वाञ्छास्ति जीवितुं तत् करिष्याम्यहं कर्म येन मुच्यय किल्बिषाद मया जीवसहस्राणि भक्षितानि शतानि च गतिं कामिह गच्छामि दृष्ट्वा गोः सत्यमीदृश्यम् अहं पापो दुराचारो नृशंसो जीवघातकः कांस्तु लोकान् गमिष्यामि कृत्वा कर्मसु दारुणं गमिष्ये पुण्यतीर्थानि करिष्ये पापशोधनं पदिष्ये गिरिमारुह्य प्रवेक्ष्ये वा कुदाशनं धेनोद्ययन्मया कार्यं तपः पापाद्विशुद्धये तदा दिशस्व संक्षेपान्न कालो विस्तरस्यदु धेनुरुवाच तपः कृते प्रशंसन्ति त्रेधायां ज्ञानमेव च द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे सर्वेषामेव दानानामिदमेवैकमुत्तमम् अभयं सर्वभूतानां नास्ति दानमतः परं चराचराणां भूतानामभयं यः प्रयच्छति स च सर्वभयान्मुक्तः परं ब्रह्माधिगच्छति नास्त्यहिंसा समं दानं नास्त्यहिंसा समं तपः यथा हस्ति पादेष्वन्यत्पदं सर्वं प्रलीयते सर्वे धर्मास्तदा व्याक्रप्रलीयं ते ह्यहिंसया योगवृक्षस्य छायाया तापत्रयविनाशिनी धर्मज्ञाने च पुष्पाणि स्वर्गमोक्षौ फलानि च दुःखत्रयाभिदप्तस्य छाया योगतरो स्मृता न बाध्यते पुनर्दुःखैः प्राप्य निर्वाणमुत्तमम् इत्येतत्परमं श्रेयकीर्तितं ते समासदः ज्ञातं चैव त्वया सर्वं केवलं मान्तु पृच्छसि द्वीप्युवाच अहं मृग्या पुरा शब्दो व्याघ्ररूपेण संस्थितः तद प्राणिवधात् सर्वमशेषं मम विस्मृतं त्वत्सम्पर्कोपदेशाभ्यां संजातं स्मरणं पुनः त्वं चाप्यनेन सत्येन गमिष्यसि परां गतिं तदहं त्वां पुनः पृच्छे प्रश्नमेकं हृदि स्थितं साग्रं वर्षशतं जातं चिन्तयानस्य मे शुभे भवत्या भाग्ययोगेन कदाचित् स्वर्गशोभने कृतं धर्मस्य संस्थानं सदा मार्गे प्रतिष्ठितं किं तेऽभिधानं कल्याणि ब्रूहि मे यज्ञस्य सुव्रते नन्दोवाच मम नन्देति संज्ञातु कृतानन्देन स्वामिना साम्प्रतं भक्षयामीति ह्यधिष्ठकेन हेतुना नन्देति श्रुत्वा तन्नाम मुक्तशापप्रभञ्जनः पुनर्नृपत्वमापन्नो बलरूपसमन्वितः यदस्मिन्नन्तरे धर्मस्थां ज्ञात्वा सत्यवादिनीं द्रष्टुं समागतस्तत्र प्राब्रवीच्च पयस्विनीं तव सत्यव्रता दृष्टो धर्मोऽहमिह चागतः नन्दे वृणीष्व भद्रं देवरं वरतमं हि यद एवमुक्त्वा हि सा देवी नन्दादं प्रार्थयद्वरं तवानुभावासुधा गच्छामि पदमुत्तमं भवेदिदं शुभं तीर्थं मुनीनां धर्मदायकं मन्नाम्ना च सरिदीयं नन्दा नाम सरस्वती वरप्रदानाद्देवेश तदेतत्प्रार्थितं मया पुलस्य उवाच सा तत्क्षणाद् गदा देवी स्थानं सत्यव्रतां शुभम् प्रभञ्जनोऽपि तद्राज्यं सम्प्राप्तप्रागुपार्जितं नन्दा येन गदा स्वर्गं नन्दां प्राप्य सरस्वतीं तेनाख्यया बुधैस्तस्या प्रोक्ता नन्दा सरस्वती। सरस्वती पुनस्तस्माद्वनात् खर्जूरसंनिदात् दक्षिणेन पुनर्यादा प्लावयन्तीधरातलम् आगच्छन्नपि यस्तस्य नाम गृह्णाति मानवः जीवन् सुखं स आप्नोति मृदो भवति खेचरः तत्र ये शुभकर्माणस्त्यजन्ति स्वां तनुं नराः ते विद्याधरराजानो भवन्ति सुखिनो जनाः नराणां स्वर्गनिःश्रेणी स्नानात् पानात् सरस्वती तत्र स्नानं प्रकुर्वन्ति ज्येष्ठम्यां सुसमाहिताः ते मृदा स्वर्गमासाद्य मोदन्ते सुमनोरमाः सरस्वती सदा स्त्रीणां तत्र सौभाग्यदायिका उपोषिता तृतीयायामपि सौभाग्यभाजना तत्र तद्दर्शनेनाभिमुच्यते पापसञ्चयाद स्पृशं दिये नरा केचित्तेऽपि ज्ञेया मुनीश्वराः रच तस्य प्रदानेन रूपवान् जायते नरः पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुधा नन्दा नामेदि विपुला प्रवृत्ता दक्षिणामुखी गत्वा ततो नादिदूरं पुनर्यादा पराङ्मुखी ततः प्रभृति सा देवी प्रसभं प्रकटा स्थिता तस्यास्तडेषु पुण्येषु तीर्थान्यायतनानि च संसेवितानि मुनिभिः सिद्धैश्चापि समं ततः तेषु सर्वेषु भवति धर्महेतुः सरस्वती स्नानात् पानात् प्रदानाद्वा हिरण्यस्य महानदी हाडककक्षिदिगौरीणां नन्दातीर्थे महोदयं दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम् धान्यप्रदानं प्रवदं दिशस्थं वसुप्रदानं च तथा मुनीन्द्राः यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतुः प्रवरं प्रदिष्ठं प्रायोपवेश्यं प्रयतः प्रयत्नाद्यस्तत्र कुर्यात् प्रमदा पुमान् वा तीर्थेषु सायुज्यमवाप्यसोऽयं भुङ्क्ते फलं ब्रह्म गृहे यथेष्टं तस्योपकण्ठे तु मृतास्तु ये वै कर्मक्षयास्तावरजङ्गमाश्च तैश्चापि सर्वैः सहसा प्रसह्य लभ्येदयज्ञस्य फलं दुरापं ततस्तु सा धर्मफलप्रदा भवेज्जन्मादिदुःखार्दिदचेतसां नृणां सर्वात्मना पुण्यफला सरस्वती सेव्या प्रयत्नात् पुरुषायैर्महानदी इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे नन्दाप्राजीमाहात्म्येऽष्टादशोऽध्यायः ॐ